वर्ण्येनान्यस्योपमाया अनिष्पत्तिवचष्टतत् मुधापवादो मुग्धाक्षी त्वन्मुखाभं किलाम्बुजम् इति पञ्चदश श्लोकः कुवलयानन्दे प्रतीपालङ्कारस्य भूयोऽप्यपरं प्रभेदं प्रदर्शयन्. अत्र वर्ण्येन अन्यस्योपमायाः अनिष्पत्तिवचः उक्तः खलु. अत्र मुग्धाक्षी तव मुखाभम् अम्बुजम् इति मुधापवादः इति वदति, अतः उपमानं न भवितुमर्हति इति कविः वदति. तेन अत्र प्रतीपालङ्कारो लक्ष्यते, प्रतीपालङ्कारस्य अयं भेदः लक्ष्यते.